पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 23 महादेव उवाच शृणु नारद वक्ष्यामि माहात्म्यं तुलसीभवं यच्छ्रुत्वा मुच्यते पापादाजन्म मरणान्तिकाद पत्रं पुष्पं फलं मूलं शाखात्वस्कन्धसंज्ञिदं तुलसीसम्भवं सर्वं पावनं मृत्तिकादिकं शरीरं दह्यते येषां तुलसीकाष्ठवह्निना दत्त्वा च तुलसीकाष्ठं सर्वाङ्गेषु मृतस्य वै पश्चाद्य कुरुदे दाहं सोऽपि पापात् प्रमुच्यते मरणे यस्य सम्प्राप्तं कीर्तनं स्मरणं हरेः तुलसी दारुणादाहो न तस्य पुनरावृतिः यद्येकं तुलसीकाष्ठं मध्ये काष्ठशतस्य हि दाहकाले भवेन्मुक्तिकोटिपापायुधस्य च गङ्गाभसाभिषेकेण यान्ति पुण्यानि पुण्यतां तुलसीकाष्ठमिश्राणि यान्ति दारूणि पुण्यतां तुलसीकाष्ठसम्मिश्रा यावत्प्रज्वलते चिता दह्यन्ति तस्य पापानि कल्पकोटिकृतानि वै दह्यमानं नरं दृष्ट्वा तुलसीकाष्ठवह्निना नयन्ति तं विष्णुदूता न च वै यमकिङ्कराः जन्मकोटिसहस्रैस्तु मुक्तो यादिजनार्दनम् दह्यन्ते ये नरालोके तुलसीकाष्ठवह्निना तान्विमानस्थितान् देवाः क्षिपन्ति कुसुमाञ्जलिं नृत्यं त्यप्सरसः सर्वा गीतं गायन्ति गायकाः जायन्ते वीक्ष्य तं विष्णुः सन्तुष्टः शम्भुना सह गृहीत्वा तं करे शौर्यगृहं नीत्वास्य चाङ्गदः मार्जयेत् सर्वपापानि पश्यतां त्रिदिवौकसां महोत्सवं कारयित्वा जय शब्दपुरःसरं ज्वलते यत्र चाज्येन तुलसीकाष्ठपावकः अग्न्यागारे श्मशाने वा दह्यते पादकं नृणां होमं कुर्वन्ति ये विप्रास्तुलसीकाष्ठवह्निना सिक्ते सिक्ते तिले वापि अग्निष्टोमफलं लभेद यो ददाति हरेर्धूपं तुलसीकाष्ठसम्भवं शतक्रदुःसमं पुण्यं लभते गोशतं फलं नैवेद्यं पच्यते यस्तु तुलसीकाष्ठवह्निना मेरुतुल्यं भवेदत्तं तदन्नं केशवस्य हि तुलसी पावकेनाथ यो दीपं कुरुदे हरेः दीपलक्षसहस्राणां पुण्यं स लभदे फलं स तेन सदृशो लोके वैष्णवो भुवि दृश्यते यः प्रयच्छति कृष्णस्य तुलसीकाष्ठचन्दनम् सजायते कृपापात्रं विष्णोर्वाडवसत्तम तुलसी दारुजातेन चन्दनेन कलौहरिं विलिप्य भक्तिदो नित्यं रमदे हरिसन्निधौ तुलसी पङ्गलिप्ताङ्गः कुरुदे विष्णुपूजनं पूजाशतदिनैकाह्ना लभ्यते गोशतं फलं विले पार्थे तु कृष्णस्य तुलसी काष्ठचन्दनं मन्दिरे तिष्ठदे यावत्तावत् पुण्यफलं शृणु तिलप्रष्टाष्टकं दत्त्वा यत्पुण्यं प्राप्नुयान्नरः तद्फलं जायते पुंसां प्रसादाच्चक्रपाणिनः यो ददातिपितॄणां तु पिण्डे तुलसीसम्भवं दलं संजायते तृप्तिः पत्रे पत्रे शताब्दिका तुलसीमूलमृत्स्नैव स्नानं कुर्याद्विशेषतः तेन तीर्थे कृतं स्नानं यावच्चाङ्गे च मृत्तिका तदीययादु मञ्जर्या पूजनं च करोति यः नानापुष्पैकृता पूजा यावच्चन्द्रदिवाकरौ यस्मिन् गृहेव तिष्ठेद तुलसीवृक्षवाडिका दर्शनात् स्पर्शनाच्चैव ब्रह्महत्यादिपादकं तत्सर्वं विलयं व्याधि दर्शने नैव नारद महादेव उवाच अधान्यत्ते प्रवक्ष्यामि शृणुष्वैकाग्रमानसः न कस्यापि च कथितं शृणु देवर्षि सत्तम यत्र यत्र गृहे ग्रामे वने वा तुलसी भवेद तत्र तत्र जगत्स्वामी प्रीतात्मा च वसेद्धरिः गृहे तस्मिन्न दारिद्र्यं नायोगो बन्धुसम्भवः न दुःखं न भयं रोगस्तुलसी यत्र तिष्ठति सर्वत्र तुलसी पुण्या पुण्यक्षेत्रे विशेषतः संनिधौ तस्य देवस्य रोपणात् पृथिवीतले तेषां विष्णुपदं नित्यं तुलस्यारोपणे कृते उत्पादान् दारुणानोगान् दुर्निमित्तान्यनेकशः तुलस्याभ्यर्चिते भक्त्या कन्दशान्तिकरो हरिः तुलसी गन्धमाख्राय यत्र गच्छति मारुदः दिशो दश च ताः पूदा भूतग्रामश्च दुर्विधः यस्मिन् गृहे मुनिश्रेष्ठ तुलसी मूलमृत्तिका सर्वदा तत्र तिष्ठन्ति देवताश्च शिवो हरिः तुलसीवनजाच्छाया यत्र यत्र भवेद्दिवज तर्पणं गुरुदे तत्र पितॄणां दत्तमक्षयं तस्य मूले स्थितो ब्रह्मा मध्ये देवो जनार्दनः मञ्जर्यां वसते रुद्रस्तुलसी तेन पावनी विना यस्तुलसीं कुर्यात् सन्ध्याकाले दुमार्जनं तत्सर्वं राक्षसहृदं नरकं च प्रयच्छति तुलसीपत्रगलितं तोयं यशिरसावहेद गङ्गाफलमवाप्नोति शतधेनुफलं लभेद शिवालये विशेषेण रोपये तुलसीं यदि बीजसङ्ख्या वसेत् स्वर्गे प्रत्येकं युगसङ्ख्यया उमयादु पुरा देवि शङ्करार्थं हिमालये रोपिदा शतवृक्षास्तु तुलस्या प्रणतोऽस्म्यहम् पर्वण्यवसरे यस्तु श्रावणे चाधरोपयेद सङ्क्रान्तिदिवसे चैव तुलसी चादिपुण्यदा तुलसीं पूजये नित्यं दरिद्र ईश्वरो भवेद सर्वसिद्धिकरामूर्ति कृष्णकीर्तिं ददाति च शालग्रामशिला यत्र तत्र सन्निहितो हरिः तत्र स्नानं च दानं च वाराणस्यां शताधिकं कुरुक्षेत्रं प्रयागं च नैमिषारण्यमेव च तस्य कोटिगुणं पुण्यं शालग्रामशिलार्चनाद शालग्राममयी मुद्रा संस्थिता यत्र हि क्वचिद् वाराणस्यां च यत्पुण्यं सर्वं तत्रैव तद्भवेद् ब्रह्महत्यादिकं पापं यत्किञ्चित् कुरुते नरः तत्सर्वं नाशयेदाशु शालग्रामशिलार्चनाद इति श्रीपद्मे महापुराणे पञ्चपञ्चाशतसहस्र संहितायाम् उत्तरखण्डे उमापदि नारदसंवादे तुलसी शालग्राममाहात्म्यं नाम त्रयोविंशोऽध्यायः ॐ